पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 3 शौनक उवाच कार्तिकस्य च माहात्म्यं ब्रूहि सूद ममाग्रदः तद्व्रतस्य फलं किं वा दोषं किं तदकुर्वद सूत उवाच पुरैकदा मुनिश्रेष्ठव्यासं सत्यवदी सुतम् जैमिनिः पृष्टवानेददारेभे कथितं मुनिः व्यास उवाच तिलतैलं मैथुनं यः शुभदे कार्तिके त्यजेद बहुजन्मकृधैः पापैर्मुक्तो यादिहरेर्गृहं मत्स्यं च मैथुनं यो वै कार्तिकेन परित्यजेद प्रति जन्मनि सम्मूढशूकरश्च भवेद्ध्रुवं कार्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनं पत्रे पत्रेष्वमेधस्य फलं प्राप्नोति मानवः कार्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम् देवानां दुर्लभं मोक्षं प्राप्नोति कृपया हरेः कार्तिके मुनिशाकं वै योष्णाति च नरोत्तमः संवत्सरकृतं पापं शाकेनैकेन नश्यति फलं तस्य नरोष्णादि चोर्जेयो वै हरिप्रिये प्रदत्त्वादु हरेर्ब्रह्मन्वृजिनं कोटिजन्मजं सुरसं सर्पिषायुक्तं दद्याद्यो हरयेऽपि च सर्वपापैर्विनिक्मुक्तः स गच्छेद्धरिमन्दिरं कार्तिके यो नरो दद्यादेकपद्मं हरावपि अन्ते विष्णुपदं गच्छेत् सर्व पापविवर्जितः प्रातस्नानं नरो यो वै कार्तिके श्रीहरिप्रिये करोति सर्वतीर्थेषु यस्नात्वा तद्फलं लभेद कार्तिके यो नरो दद्यात् प्रदीपं नभसि द्विजः विप्रहत्यादिभिः पापैर्मुक्तो गच्छेद्धरेर्गृहं मुहूर्तमपि यो दद्यात् कार्तिके प्रीदये हरेः दीपं नभसि विप्रेन्द्र तस्मिं स्तुष्टः सदा हरिः यो दद्याच्च गृहे दीपं कृष्णस्य सकृदं द्विजः कार्तिके चाश्वमेधस्य फलं स्याद्वै दिने दिने प्रदीपस्य च माहात्म्यं विशेषमुच्यते मया निशामयद्विजश्रेष्ठ सेदिहासं समाहितः पूर्वं त्रयदा युगे विप्रो वैकुण्ठो नामदशुचिः यस्य सङ्घप्रभावेण मुक्तो भवति पादकी एकदा कार्तिके सोऽभिप्रदीपं पुरदो हरेः दत्त्वा गृहं गतो विप्रो कृतपूर्णं द्विजर्षभः सर्पिस्तत्स्वादिदु चाकुरागतोऽपि प्रदीपदः यावत्खादिदुमारेभे बोधितोऽसौ प्रदीपकः मूषकोऽग्निभयात् तत्र वेगेनापि पलायितः आकोश्च सकलं पापं विनष्टं कृपया हरेः सर्पेण दंसितश्चाखुः प्राणत्यागं चकारः ततो यमाज्ञया दूताः पाशमुद्गरबाणयः आकतास्तं समानेतुं बब्बन्धुश्चर्मरज्जुभिः यावन्नेदुं मनश्चक्रुः शङ्खचक्रगदाधराः आगदा गरुडारूढा विष्णुदूताश्चतुर्भुजाः विमानं गगने चैव राजहंसयुतं शुभम् निर्मितं कनकैः शुद्धैः कामकं कृपया हरेः पाशं चित्त्वा ततो दूता प्रोजुस्ते यमकिङ्करान् विष्णु भक्तोऽप्यसौ मूढा व्यर्थं तु बन्धनं कृतं गच्छध्वं शमनप्येष्या यदि वां चास्ति जीवितुम् श्रुत्वा प्रकम्पितास्ते वै पृच्छन्ति विनयान्विताः केन पुण्यप्रभावेण युष्माभिर्नीयते पुरम् असौ विष्णोर्महापापी यूयं तद्वक्तुमर्हथ विष्णुदूताऊचुः पुरदो वासुदेवस्य प्रदीपबोधनं कृतम् तेनैव कर्मणा दूदा नयामो विष्णुमन्दिरम् अनिच्छयापि यः कुर्याद्विष्णोर्दीपस्य बोधनम् कोटिजन्मार्जितं पापं त्यक्त्वा यादिहरेर्गृहम् भक्त्या प्रदीपं यो दद्यात् कार्तिकेदु हरेर्दिनैः तस्य पुण्यं समाख्यातुं न शक्तो हरिणा विना कृतपूर्णप्रदीपं यो भक्त्या दद्याद्धरेर्गृहे अश्वमेधसहस्रेण तस्य किं वा प्रयोजनम् अश्वमेधप्रकर्ता यः स्वर्गं यादिहरेर्दिने कार्तिके दीपदाता च स गच्छेद्धरिमन्दिरं व्यास उवाच इति श्रुत्वा ततो दूता गदास्ते वै यथा गदाः विष्णुदूतारथे कृत्वा गदास्तं विष्णुमन्दिरं विष्णुसान्निध्य एवास्य मन्वन्तरशतं गतं ततोमर्त्ये राजकन्या बभूव कृपया हरेः पुत्रपौत्र समायुक्ता चिरं भोगं चकारसा इतः पुनर्गदा साधु गोलोकं हरिसेवया सूद उवाच भक्त्या शृणोति यो मर्त्यो दीपमाहात्म्यमुत्तमं सर्वपापविनिर्मुक्तः स यादि विष्णुमन्दिरम् इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे दीपदानमाहात्म्यं नाम तृतीयोऽध्यायः ॐ